तत्राश्चर्यं मया दृष्टम् श्रूयतां तन्मुनीश्वराः एका तु तरुणी तत्र निषण्णा खिन्नमानसा। तत्र आश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः, हे मुनीश्वराः श्रूयतां तत्र आश्चर्यं मया दृष्टम् इति नारदो वदति। एका तु तरुणी तत्र निषण्णा उपविष्टा काचिद् युवती खिन्नमानसा दुःखितमानस् मनस्विनी।